सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः. अस्माकं प्रवर्तमानविषयः अस्ति तत्र सामान्यम् इति. तस्मिन् विषये वयं किञ्चित् दृष्टवन्तः. तत्र समानानां धर्मः सामान्यं, तत्र गोत्वम् इति उदाहरणं स्वीकृत्य अस्माभिः चर्चितम् अस्ति. तत्र तत्र धेनवः सन्ति, तत्र तासु तत्र समानं धर्ममस्ति. तत्र गोत्वम् इति उक्तवन्तः यत् बालकं यं धर्मं बालकं दृष्ट्वा ज्ञातवान् नूतन गोः दर्शनेन अयं गोः इति. अतः तत्र किमपि सामान्यम् अस्ति इति स्वीकरणीयमस्ति अस्माभिः. तेन आधारेण तत्र वयं तत्र गोत्वं पुस्तकत्वम् इति सर्वं वयं तस्मिन् विषये चर्चितवन्तः. तत्र पुस्तक अनेकानि पुस्तकानि सन्ति. तेषु सामान्यधर्मः यः अस्ति तस्य नाम अस्ति पुस्तकत्वम्. अपि तत्र द्रव्याणि अनेकानि द्रव्याणि सन्ति, तत्र धर्मः अस्ति द्रव्यत्वम् इति. अपि तत्र पुस्तकत्वं द्रव्यत्वम् तदनन्तरं पृथ्वीत्वम् इति अपि वयं दृष्टवन्तः. तत्र तदनन्तरं वयं तत्र एकः तत्र तदनन्तरं तत्र एकं धर्मं दृष्टवन्तः. तस्य नाम अस्ति सत्ता. सत्तान् इति धर्मः अस्ति. यः धर्मः तत्र द्रव्येषु वर्तते, गुणेषु वर्तते, कर्मणि अपि वर्तते, कर्मसु अपि वर्तते. एतस्य विवरणं गतवर्गे कृतवन्तः. तत्र यत्र तत्र सामान्यमस्ति तत्र एकाकार प्रतीतिः भवति, एकाकार ज्ञानं भवेत्. एकाकार नाम एतत् पुस्तकं, तदपि पुस्तकं, तदपि पुस्तकम् इति एकाकारप्रतीतिः इति. अत्र एकाकारप्रतीतिः कथम् आसीत् इत्युक्ते तत्र द्रव्यं सत्, गुणः सन्, कर्म सत् इति आसीत्. तादृश एकविधज्ञानेन तत्र वयं ज्ञातवन्तः तत्र सत् इति सत्ता इति जातिः अस्ति. सा जातिः तत्र द्रव्ये वर्तते, गुणे वर्तते, कर्मणि अपि वर्तते इति अपि वयं दृष्टवन्तः. एषा जातिः एव तत्र परा जातिः, नाम तस्य अधिकदेशवृत्तिः. या जातिः अधिकेषु पदार्थेषु वर्तते, सर्वेभ्यः तत्र सर्वेषां कृते सर्वेषाम् अपेक्षया तत्र अधिकदेशवृत्तिः अस्ति, सा जातिः पराजातिः इति उच्यते. अत्र पराजातिः अस्ति सत्ता इति एतावत् दृष्टवन्तः. अस्तु, तर्हि इदानीं तत्र अग्रे इदानीं तत्र पुटसङ्ख्या अस्ति तत्र द्वादश. तत्र वयम् इदानीं तत्र परम् अपरम् इति तस्य विवरणम् अद्य पठामः. अस्तु, तर्हि तत्र एतावत् नूतनतया तत्र अनेके जनाः आगतवन्तः. अस्तु, तत्र लक्ष्मी भगिनी नमस्कारः, धनश्री भगिनी नमस्कारः. नमस्कार महोदय, एकं प्रश्नं पृच्छामि. पृच्छतु भगिनि. हा, तत्र सत्तातिरिक्ता जाति तत्र इति लिखितमस्ति, सतः भावः धर्म. हा, सत्तः भावः धर्मः, सत्ता अतिरिक्ता जातिः. सत्यं भगिनि, प्रश्नः कः तत्र? भगिनि सम्यक्तया न श्रूयते, पुनः वदतु भगिनि. सत्तः भावः नाम धर्मः. भगिनी सम्यक्तया न श्रूयते, क्षम्यतां. धर्मशब्दस्य अन्येषां कृते समीचीनतया श्रूयते वा? वाय्स् ब्रेकिङ्ग्. न महोदय, न महोदय, न श्रूयते. भगिनी क्षम्यतां, तत्र मेबि शिशु कर्णसाधन धनश्री भगिनी सम्यक्तया न श्रूयते भगिनी. पुनः तत्र तत्र पुनः रीलाग् इन् करोति वा भगिनि, यतो हि कनेक्षन् सम्यक् नास्ति इति मन्ये. अस्तु तत्र अस्तु तत्र यदा सा आगच्छति तत्र प्रश्नः कः इति पश्यामः. अस्तु तदा किन्तु तस्मिन् समये किञ्चित् अग्रे सरामः तर्हि. तत्र अद्य विमला भगिनी अग्रे पठितुम् इच्छति वा भगिनि? आं महोदय, पठितुं द्वादशपुटे द्रव्यत्वादीनां परापरत्वसाधनम् इति. एकनिमिषं महोदय, द्वादशपुटे पुटसङ्ख्या एकादश द्वादश. द्रव्यत्वादीनां परापरत्वसाधनम् इति एवमेव व्यस्तक्रमेण न्यूनाधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणानि पृथिवीत्वापेक्षया अधिकानि. पृथिवीत्वं पृथिव्याम् एव, द्रव्यत्वं तु जलादौ अपि अस्ति. अतः द्रव्यत्वं सत्तापेक्षया अपरं न्यूनेषु वर्तते, पृथिवीत्वापेक्षया परम् अधिकेषु वर्तते. तावत् परं तावत् पर्यन्तं वदतु भगिनि इदानीं. परम् अपरम् इत्यस्य भेदः कः इति अत्र विवरणम् अस्ति. कस्मिन् सत्ता न्यूनमस्ति, कस्मिन् अधिकमस्ति इति चिन्तयेन. तत्र कापि जातिः स्वीकुर्मः, तत्र पुस्तकत्वम् इति जातिः वा अथवा तत्र द्रव्यत्वम् इति जातिः. जातिः नाम समानानां समूहः अस्ति, तेषां समानधर्मः अथवा जातिः इति वदामः. इदानीं तत्र अनेकाः जातयः सन्ति खलु. तत्र द्रव्यत्वम् अस्ति, पुस्तकत्वम् अस्ति, लेखनीत्वम् अस्ति, जलत्वम् अस्ति, भन्नित्वम् अस्ति. अतः तत्र अनेकाः जातयः सन्ति, तयोः मध्ये तत्र तुलना कथं कुर्मः इति विषयः इदानीम् अस्तु. पृथिवीत्वं केवलं पृथिव्यामेव अस्ति इदानीं तत्र. एवमेव व्यस्तक्रमेण न्यून अधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणानि अधिकरणानि न्यूनानि अस्ति. नाम किम् अधिकरणं नाम? यत्र वर्तते खलु, यत्र किमपि तत्र जाति गोत्वं जाति गोत्वम् इति जाति, सा जाति कुत्र वर्तते, तस्य अधिकरणं किं भवति? गो. अतः तत्र गोषु अधिकरणानि कानि इत्युक्ते गो तत्र गो अथवा तत्र बहुवचने यदि वक्तुम् इच्छामः तत्र गावः इति खलु. गावः गावः एव अधिकरणानि गोत्वम् इति. अतः तत्र न्यून अधिकरणचिन्तायां तत्र वयं किं कुर्मः, जातय तत्र जातिद्वयमस्ति, तयोः मध्ये तुलनां कर्तुम् इच्छामः, तत्र किं कुर्मः, न्यून अधिकरणं वा अथवा अधिकम् अधिकरणं वा इति चिन्तनं कुर्मः इति अस्ति. अतः द्रव्यत्वस्य इदानीं तत्र द्रव्यत्वस्य सत्ता अपेक्षया यावती सत्ता द्रव्यत्वे अस्ति. द्रव्यत्वे नास्ति, नास्ति भगिनि. तत्र द्रव्यत्वम् इति एका जातिः. द्रव्यत्वं कुत्र कुत्र वर्तते? द्रव्येषु वर्तते. किन्तु तत्र द्रव्यत्वम् इति तत्र जले वर्तते वा द्रव्यत्वम्? वर्तते, यतोहि जलम् इति द्रव्यमस्ति. अपि पृथिवी अस्ति, पृथिव्यां तत्र द्रव्यत्वम् अस्ति वा? द्रव्यत्वे पृथिवी अस्ति किल? न, द्रव्यत्वे पृथिवी अस्ति इति न. जातिः तदेव आदेयः, जातिः आदेयः. अस्तु, गोत्वम् इति आदेयः भवति, गोः अधिकरणं भवति. अस्तु, तत्र गोत्वम् इति यत्किमपि अस्ति, तस्य अधिकरणं भवति गौः अतः तत्र द्रव्यत्वं द्रव्ये वर्तते, द्रव्यम् अधिकरणं, द्रव्यत्वम् आदेयः तत्र भवति. अस्तु, अतः तत्र द्रव्यत्वं कुत्र कुत्र भवति, तस्य अधिकरणानि कानि, नाम सर्वाणि तत्र द्रव्याणि इति इदानीं चिन्तनं खलु, द्रव्याणि अधिकरणानि. किन्तु तत्र द्रव्यत्वं तत्र गुणे वर्तते वा? न, गुणं द्रव्ये वर्तते किल. न, किन्तु द्रव्यत्वं गुणे वर्तते इति प्रश्ने तत्र कः प्रश्नः, गुणः द्रव्यं वा इति प्रश्नः. गुणः द्रव्यं वा? गुणः द्रव्यं भिन्नः अस्ति खलु. गुणः नाम रूप, रस, गन्ध, स्पर्श, शब्द इति तादृशं गुणः भवति. किन्तु पृथ्वी, जलम् एतादृशं द्रव्यं भवति. अतः द्रव्यं भिन्नं, गुणः भिन्नः खलु. अतः तत्र द्रव्यत्वं द्रव्येषु वर्तते, किन्तु द्रव्यत्वं गुणे न भवति खलु. इदानीं तत्र द्रव्यत्वं कर्मणि भवति वा? न महोदय, न, यतोहि कर्म भिन्न अस्ति. उत्क्षेपणक्रिया एतत् सर्वमस्ति, किन्तु क्रिया भिन्नः, भिन्ना द्रव्यं भिन्नम्. अतः तत्र द्रव्यत्वं केवलं द्रव्येषु वर्तते, गुणेषु न वर्तते, कर्मणि कर्मसु न वर्तते. किन्तु सत्ता कुत्र कुत्र वर्तते? द्रव्ये, गुणे, कर्मणि. कर्मणि अपि वर्तते. अतः तत्र कस्य अधिक, तत्र कस्य न्यून अधिकरणानि? येषु कर्मणि द्रव्यत्वस्य न्यून अधिकरणानि कस्य अपेक्षया? तत्र यदि वरं वदामः न्यूनम् इति वदामः, तत्र अपेक्षा भवति खलु, अन्यत् किमपि भवेत् खलु, अधिकं किमस्ति इति. हा, अतः तत्र द्रव्यत्वस्य न्यून अधिकरणानि, सत्तायाः अधिकरणानि अधिकानि. अतः तत्र द्रव्यत्वस्य न्यून अधिकरणानि कस्य अपेक्षया? सत्ता अपेक्षया. सत्ता अपेक्षया, अस्तु. हा, किन्तु इदानीं तावत् पर्यन्तम् अवगतं खलु? आं महोदय. हा, इदानीम् अग्रिमभागं, तत्र पृथ्वीत्व अपेक्षया अधिकानि. हा, तत्र द्रव्यत्वस्य पृथ्वीत्वापेक्षया अधिकानि. इदानीं किमर्थम् इति विवृणोतु, किमर्थं द्रव्यत्वस्य? द्रव्ये नवद्रव्याणि सन्ति, पृथिवी तस्मिन् एकम्. हा, पृथ्वीत्वं केवलं पृथिव्यां भवति, किन्तु जले न वर्तते खलु, वह्नौ न वर्तते. अतः तत्र अन्येषु अष्टद्रव्येषु न वर्तते, न वर्तते इति कृत्वा केवलं द्रव्यत्वस्य अधिकानि अधिकरणानि सन्ति पृथ्वीत्व अपेक्षया. समीचीनं भगिनि, अस्तु. इदानीम् अग्रे अन्य कोऽपि पठतु. धन्यवादः भगिनि, समीचीनं. धन्यवादः महोदय. अस्तु, अग्रे तत्र सुबोध् महोदय पठितुमिच्छति वा? अहं पठामि, परन्तु चिन्ता मास्तु, यावत् यावत् शक्नोति करोतु महोदय. अस्तु, पठतु अग्रिमं, तत्र वाक्यद्वयं स्वीकरोतु. एवं पृथिवीत्वं, न, पृथ्वीत्वं पृथिव्याम् एव इति तत्र पृथ्वीत्वं पृथिव्याम् एव, द्रव्यत्वं तु जलादावपि अस्ति. तत्र जलादावपि इति तत्र व्यस्तप्रयोगः कः? जलात् वा अपि? न, जलादौ अपि. जलादौ, आदौ अपि, जलादौ, जलादौ, जल, तत्र नवद्रव्याणि सन्ति खलु, अतः तत्र द्रव्यत्वं जलादौ अपि अस्ति. अग्रे तत्र यत् पठति तत् अवगच्छति वा महोदय? हा, पृथ्वीत्वं तु पृथिवी पृथिव्याम् एव अस्ति, द्रव्यत्वं तु जलादयो आदौ. तत्र नवद्रव्याणि सन्ति, नवद्रव्याणि सन्ति, तेषु सर्वत्र वर्तते खलु. अतः तत्र पृथ्वीत्वं जलौ जले नास्ति, किन्तु द्रव्यत्वं जले अपि अस्ति, वनौ अपि अस्ति इति कृत्वा तत्र जलादौ अपि अस्ति द्रव्यत्वम्. अतः अतः द्रव्यत्वं सत्तापेक्षया अपरं न्यूनेषु वर्तते पृथिवीत्वापेक्षया परम् अधिकेषु वर्तते. हा अतः तत्र यदि तत्र जातिद्वयं स्वीकुर्मः वयं पश्यामः कस्य अधिकदेश अधिक अधिकरणानि सन्ति कस्य कस्याः कस्याः जा तत्र जात जात्याः तत्र अधिकदेश अधिक अधिकरणानि सन्ति कस्याः नून अधिकरणानि सन्ति इति पश्यामः. अधिकं यस्याः अस्ति तत् परम् इति वदामः, यस्य न्यूनमस्ति अपरम् इति वदामः. भवत्येव अतः किन्तु तत्र सत्ता सर्वदा परं भवति, यतोहि सत्तायाः एव सर्वेषां कृते तत्र अधिक अधिक अधिकरणानि सन्ति. किन्तु इदानीं तत्र उदाहरणं किं स्वीकृतं, तत्र द्रव्यत्वं द्रव्यत्वं किं भवति, सत्ता अपेक्षया अपरं भवति. किमर्थं? न्यूनेषु वर्तते, न्यूनेषु वर्तते. किन्तु पृथिव्यां पृथिवीत्वम् अपेक्षया द्रव्यत्वं किं भवति, परं भवति खलु, अधिकेषु वर्तते, अधिकेषु वर्तते. समीचीनं खलु महोदय, एतावत् अवगच्छति खलु? एवम् अग्रे. एवं पृथिवीत्वं द्रव्यत्वापेक्षया न्यूनावर्ति. हा न्यूनवर्ति, न्यूनवर्ति. द्रव्यापेक्षया पृथ्वीत्वं न्यूनं अधिकरणानि तस्याः पृथ्वीत्वं पृथ्वीत्वं यदस्ति तस्य न्यून अधिकरणानि सन्ति. घटत्वापेक्षया अधिकवृत्ति. हा तत्र वृत्ति नाम वर्तते, यत्र वर्तते तत्र वृत्तित्वम् इति वदामः. तत्र कुत्र कुत्र वर्तते, घटत्वं कुत्र वर्तते? घटत्वं पटे नास्ति, तत्र पटत्वं वर्तते. हा किन्तु घटत्वं केवलं घटेषु वर्तते, लेखन्यां नास्ति, किन्तु लेखनी पृथ्वी अस्ति, पटः अपि पृथ्वी अस्ति, अतः तत्र अपि द्रव्यमस्ति. अतः तत्र पृथ्वीत्वं पट तत्र पटे अस्ति, लेखन्याम् अपि अस्ति, अतः घटत्वं घटे अस्ति, केवलं घटे अस्ति. अतः तत्र पृथ्वीत्वं द्रव्यत्व अपेक्षया न्यूनवर्ति, किन्तु पृथ्वीत्वं घटत्व अपेक्षया अधिकवृत्ति खलु. हा इदानीम् अग्रे घटत्वं. घटत्वं पटे नास्ति, तत्र पटत्वं वर्तते. पटत्वं घटे नास्ति, तत्र घटत्वं वर्तते. यदि पटं स्वीकुर्मः, पटे घटत्वं न तत्र सहधर्मः तत्र न वर्तते, पटे पटत्वम् एव वर्तते. हा पटत्वम् एव इति न, घटत्वं नास्ति तावदेव. घटे घटत्वं वर्तते, पटत्वं न अस्ति. समीचीनं महोदय. हा तावत्पर्यन्तम् अस्तु, धन्यवादः महोदय. अस्तु धन्यवादः. अस्तु अग्रे तत्र योगेन्द्रमहोदय अग्रे पठितुम् इच्छति वा? योगेन्द्रमहोदय अग्रे पठितुम् इच्छति वा? आं पठामि महोदय. हा अस्तु. धनश्री भगिनी तदनन्तरं योगेन्द्रमहोदय तत्र पठत्, तदनन्तरं भवत्याः प्रश्नः इति तस्मिन् विषये चर्चयामः भगिनी. आम् आं महोदय. हा क्षम्यताम्. घटत्वं पटे नास्ति, तत्र पटत्वं वर्तते. पटत्वं घटे नास्ति, तत्र घटत्वं वर्तते. परन्तु घटे पटे च पृथ्वीत्वं वर्तते, अतः पृथ्वीत्वं सत्ता द्रव्यत्वा भ्यां न्यूनवृत्ति अपरम्. घटत्वपटत्वादिभ्यः अधिकवृत्ति परम्. इदानीं तत्र किमिति किञ्चित् विवृणोतु महोदय. अत्र अर्थः अस्ति घटे पटे पृथ्वीत्वं तु अस्ति, परन्तु सत्ता द्रव्यता अपेक्षया पृथ्वीत्वं न्यूनमस्ति. यतोहि पृथ्वीत्वं अपरमस्ति अतः अपरमस्ति परन्तु घटत्व पटत्व पटत्व पृथ्वीत्वम् अपेक्षया पृथ्वीत्वम् अपेक्षया न्यूनमस्ति अतः पृथ्वीत्वं परमस्ति घटत्व पटत्वम् अपरमस्ति पृथ्वीत्वम् अपेक्षया. हा समीचीनं महोदय. हा उत्तमम् उत्तमं. हा तत्र अस्तु. तत्र पुनः केवलं तत्र सर्वे अवगच्छन्तु इति कृत्वा तत्र पुनः तत्र घटत्वं पृथ्वीत्वं पृथ्वीत्वापेक्षया तत्र किं भवति घटत्वं परं वा अपरं वा घटत्वं पृथ्वीत्वम् अपेक्षया घटत्वं पटत्वं न केवलं घटत्वं घटत्वं पृथ्वीत्वम् अपेक्षया अपरम् अपरं समीचीनम्. इदानीं पृथ्वीत्वं घटत्व अपेक्षया अपरं न न पृथ्वीत्वं घटत्व अपेक्षया पृथ्वीत्वं घटत्वम् अपेक्षया परं परं हा इति तावदेव समीचीनं महोदय. अस्तु. अतः तत्र अपि सत्ता अपि पृथ्वी तयोः मध्ये सत्ता परं पृथ्वीत्वम् अपरं द्रव्यत्वं पृथ्वीत्वम् अपेक्षया द्रव्यत्वं परं पृथ्वीत्वम् अपरम् हा समीचीनं समीचीनं महोदय. तावदेव. अस्तु धन्यवादः महोदय. उत्तममस्ति महोदय. अस्तु भवान् अवगतवान् इति मन्ये. अस्तु समीचीनमस्ति. अस्तु इदानीं धनस्य भगिनी श्रूयते वा इदानीं श्रूयते भगिनि. हा भवत्याः प्रश्नः इदानीं पृच्छतु भगिनि. सतः भावः धर्मः सत्ता अतिरिक्ता जाति इदं वाक्यमस्ति पूर्वस्मिन् पृष्ठे. तत्र सतः भाव नाम धर्मः इति अर्थः अस्ति न न न सत्तः भावः धर्मः नाम सत्तः सत्तः इति पदस्य विभक्ति का तत्र तत्तु षष्ठी अस्ति. षष्ठी सतः सतः सतः इति क्षम्यतां सतः इति षष्ठी सत् इति अस्ति तस्य भावः अथवा धर्मः. तत्र भावः नाम स्वभावः. सत् इति पदस्य पदार्थस्य भावः अथवा धर्मः इति अस्ति सा एव सत्ता इति वदामः अथवा सत्ता जातिः इति वदामः. तत्र धर्मशब्दस्य प्रयोजनं किम् अस्ति तत्र? यतोहि जातिः इति उक्ते तत्र धर्मः यः वर्तते तत्र किमपि स्वीकुर्मः तत्र तस्मिन् यः वर्तते सः धर्मः. तत्र धर्मः इति तस्य स्वभावः इति अथवा भावः धर्मः भावशब्दस्य वैकल्पिकशब्दः तावदेव अस्ति. धर्मः नाम स्वभावः अथवा भावः तावदेव अस्ति. तत्र अन्यत् किमपि नास्ति. तत्र जातिः इति अपि स्वीकुर्मः तयोः मध्ये सूक्ष्मभेदः अस्ति अग्रे वक्ष्यामि. तत्र धर्मः इति धर्म इति पदं सर्वत्र तस्य प्रयोगं कर्तुं शक्नुमः. किन्तु जातिः इति तत्र सामान्यम् इति यद्वदामः तत् केवलं तत्र समानानां धर्मः तत्र सामान्यम् अथवा जातिः. किन्तु धर्मः इति अस्ति तत्र आकाशस्य धर्मः अस्ति किन्तु आकाशत्वम् इति जातिः नास्ति. नाम यत्र इदानीमेव किञ्चित् वदामि तत्र यत्र समूहः केवलम् एकः अस्ति चेत् तत्र तस्य सामान्यं न भवितुम् अर्हति. यतोहि समानानां धर्मः तत्र सदस्याः बहवः भवेयुः तत्र एव सामान्यम् इति पदार्थस्य विषये किञ्चित् चर्चितुं शक्नुमः. किन्तु एकः एव पदार्थः अस्ति चेत् तत्र सामान्यम् इति कथं वयं वक्तुं शक्नुमः खलु? खलु यदि तत्र यदि तत्र पुरुषद्वयम् अथवा महिलाद्वयम् अथवा पुस्तकद्वयम् अस्ति तत्र वयं चर्चितुं शक्नुमः. अस्तु तयोः मध्ये किं समानम् अस्ति इति. किन्तु एकः एव अस्ति चेत् अथवा एका एव अस्ति चेत् तत्र सामान्यम् इति तस्य किमपि चर्चा न भवति खलु? सत्यं. हा अतः तत्र अग्रे पश्यामः आकाशः एकः एव अतः तत्र आकाशाः इति समूहः नास्ति आकाशत्वम् इति जातिः नास्ति किन्तु आकाशत्वम् इति धर्मः तस्य पदार्थस्य धर्मः स्वभावः अस्ति एव आकाशत्वम् इति किन्तु आकाशत्वं जातिः न भवति धर्मः तु अस्ति अस्तु समीचीनम् एकम् अन्यं प्रश्नमपि अस्ति महोदय जाति सत्ता इत्युक्ते यः अस्ति तस्य सत्ता सा सत्ता जाति इति न इति न तत्र द्रव्यं सत् गुणः सन् कर्म सन् इति सामान्यं तत्र सत्ता इति जातिः सामान्यमस्ति तद् द्रव्येषु वर्तते गुणेषु वर्तते कर्मसु वर्तते किन्तु तत्र यथा वयं दृष्टवन्तः पूर्व तत्र तत्र चित्रमस्ति खलु तत्र अष्ट तत्र हा पूर्वम् अष्टमी खलु अष्टमीपुटे तत्र तदेव अहं प्रष्टुम् इच्छामि सामान्यविशेषे सत्ता जाति किमर्थं नास्ति तदपि यतोहि तत्र समवायः इति तत्र एकः एव अस्ति समवायः इति एकः एव अस्ति तत्र समूहः नास्ति अपि सामान्यम् इति सामान्ये न भवति तत्र यदि तादृशं यदि स्वीकुर्मः तत्र किं भवति सामान्ये सामान्यमस्ति तदनन्तरं तस्मिन् सामान्ये अन्यत् सामान्यम् इति अस्ति इति कृत्वा तत्र अनन्तसोपानं भवति खलु तत्र इन्फैनैट् रिग्रेशन् इति वदन्ति हा अवगच्छति वा भगिनि सामान्ये न सामान्ये यदि सामान्यम् अस्ति इति स्वीकुर्मः तदा किं भवति प्रथमसामान्यं प्रथम अधोभागे सामान्यमस्ति तस्य उपरि अन्यत् सामान्यमस्ति तस्य उपरि नूतनसामान्यमस्ति तस्य उपरि सामान्यम् इति सामान्यं सामान्यम् इति एव तत्र अनन्तसोपानं भवति हा अतः तत्र तादृशं कर्तुं नैयायिकाः न इच्छन्ति तत् इन्फैनैट् रिग्रेशन् इति वदन्ति तत्र तस्य आवश्यकता नास्ति एकमेव सामान्यम् अतः तत्र सामान्यं सामान्ये न तिष्ठति इति ते स्वीकुर्वन्ति तत्र अग्रे एकमेव तत्र सोपानेन गच्छामः पश्यामः तत्र किमर्थम् एतत् सर्वम् अस्ति इति तत्र सर्वे सर्वम् अङ्गीकरणीयम् इति नास्ति एतत् सर्वं तत्र विचारणीयमेव अतः तत्र विचारशैली तत्र सर्वं नूतन एव अस्ति विचारणं तत्र कुर्मः किन्तु तत्र पूर्वस्मिन् वर्गे अपि उक्तम् इति मन्ये तत्र आकाशे तत्र सत्ता न वर्तते यतोहि तत्र तत्र जातिः न वर्तते जातिः इति रूपेण न भवति तत्र अस्ति एव किन्तु अस्ति इति सामान्यरूपेण तत्र लौकिकरूपेण वदामः तद् भिन्नम् अस्ति सत्ता इति पारिभाषिकपदम् अस्ति सामान्यम् इति पदार्थः तस्य प्रापर्टीस् इति तत्र किञ्चित् भिन्नम् अस्ति तत्र वर्तते इति अर्थे भवति किन्तु केवलं तद् नास्ति अतः पारिभाषिक शब्दः अस्ति तत् सत्ता तत्र द्रव्येषु वर्तते इति अपि उक्तं किन्तु सर्वेषु द्रव्येषु न वर्तते तत्र नवद्रव्याणि सन्ति तत्र आकाशे न वर्तते नित्यद्रव्येषु न वर्तते तत्र आकाशे न वर्तते काले न वर्तते दिक् यदस्ति तस्मिन् न वर्तते आत्मनि न वर्तते अपि तत्र मनः अस्ति तत्रापि न वर्तते सामान्यम् इति भवति अपि तत्र अग्रे इदानीमेव पश्यामः अग्रिमे पुटे तत्र परमाणवः सन्ति ते अपि तत्र परमाणु अपि नित्यम् अस्ति इति कृत्वा तत्र परमाणुषु अपि तत्र सत्ता न वर्तते इति अपि तत्र किमपि अस्ति भगिनि तत्र अस्ति एव परमाणवः सन्ति एव किन्तु सत्ता इति सामान्यं न वर्तते अस्तु, समीचीनम्, अस्तु, अग्रिम तत्र पश्यामः, तत्र अस्तु, इदानीं तत्र अन्य कोऽपि तत्र पठतु, तत्र सरिता भगिनी भवती पठितुमिच्छति वा? अस्तु, पठतु भगिनी. अस्तु, किन्तु भगिनी तत्र भवती एव तत्र अस्मिन् परिच्छेदे किम् आसीत् तत्र यत् पूर्वं पठितं विमला भगिन्या अपि तत्र योगेन्द्रमहोदयेन, तस्मिन् विषये किञ्चित् विवृणोतु तत्र अपरं नाम किं परं नाम किम् इति. अस्तु, अत्र एकम् उदाहरणं स्वीकुर्मः, घटत्वम् इति. तत्र घटत्वं केवलं घटे अस्ति, तस्य तत्र अन्यत् एकं जातिः स्वीकुर्मः, मृत्तिकत्वम् इति, यत् यत् मृत्तिकत्वम् अस्ति चेत् तत्र मृत्तिकत्वं घटत्वे अस्ति, परन्तु तस्य तत्र अनन्तरम् एकम् अन्यत् एकं जातिः स्वीकुर्मः, गृहोपयोगिवस्तूनि इति, तत्र गृहोपयोगित्वम् इति अपि स्वीकर्तुं शक्नुमः. तत्र सर्वत्र पृथिव्यत्वम् अस्ति एव. तत्र किं भवति, जातिः अपरं भवति यदि तस्य अधिकरणानि न्यूनानि सन्ति इति. यथा घटत्वं केवलं घटे अस्ति चेत् सा जाति अन्यजातीयां तुलनया अपरं भवति, परन्तु यथा द्रव्यत्वम् सरिता भगिनी, यथा तत्र पुस्तके विवृतं तथैव करोतु, तत्र द्रव्यत्वम् अपि पृथ्वीत्वम् इति तयोः मध्ये तुलना करोतु. हा, अस्तु, तथा भवति. तत्र द्रव्यत्वम् अस्ति, पृथ्वीत्वम् अस्ति. पृथ्वीत्वं पृथिव्याम् एव भवति, परन्तु द्रव्यत्वं पृथिव्यामपि भवति, जलादौ अपि भवति, सर्वत्र द्रव्यत्वं भवति. तत्र द्रव्यत्वस्य अपेक्षया द्रव्यत्वम् अपेक्षया तत्र पृथिव्यां न्यूनानि अधिकरणानि सन्ति. तत्र कुत्र कुत्र वसति, यदि कुत्र कुत्र वर्तते इति यदि प्रश्नं पृच्छामः चेत् न्यूनानि क्षेत्रे वसति इति वक्तुं शक्यते. न्यूनानि अतः तत्र परं किम् अपरं किम् इति वदतु. तत्र द्रव्यत्वम् अपि पृथ्वीत्वं, तत्र द्रव्यत्वं यथा पृथ्वीत्वं केवलं पृथिव्यामेव अस्ति चेत् द्रव्यत्वम् अपेक्षया सा अपरं, परन्तु द्रव्यत्वं जलादपि भवति, पृथिव्याम् अपि भवति चेत् तत्र तस्य अधिकरणानि अधिकानि सन्ति. खलु भगिनि, द्रव्यत्वं भवति चेत् इति नास्ति, भवति एव खलु, अतः भवति चेत् इति मास्तु, भवति एव. अतः तत्र द्रव्यत्वं जलादपि भवति, पृथिव्यामपि भवति. इदानीं तत्र अतः भगिनि तत्र अतः वाक्यं वदतु, द्वयं स्वीकृत्य द्रव्यत्वं पृथ्वीत्वं, तत्र किम् अपरं किं परम् इति तत् तावत् वदतु. पृथिवीत्वं पृथिव्याम् एव, द्रव्यत्वं तु पृथिव्याम् अस्ति, जलादपि अस्ति. तत्सर्वं समीचीनं, किन्तु अन्तिम तत्र वदतु तत्र. अस्तु अस्तु, तत्र द्रव्यत्वं सत्ता अपेक्षया अपरं, न इदानीं तु उदाहरणमस्ति द्रव्यत्वम् अपि पृथ्वीत्वं, तावदेव द्वयोः मध्ये तुलना. पृथ्वीत्वम् अपेक्षया द्रव्यत्वम् अधिकरणानि अधिकम् अस्ति. अधिकरणानि किमपि मास्तु, तत्र केवलं तुलना, द्रव्यत्वं तयोः मध्ये तुलना, अतः द्रव्यत्वम् अथवा पृथ्वीत्वं किमपि स्वीकृत्य वदतु. द्रव्यत्वस्य तुलनया यदि पृथ्वीत्वम् अपरम् इति वदामः. द्रव्यत्वं पुनः वाक्यं वदतु. द्रव्यत्वस्य तुलनया पृथ्वीत्वं, द्रव्यत्वस्य अपेक्षया द्रव्यत्वापेक्षया पृथ्वीत्वम् अपरं, पृथ्वीत्वम् अपेक्षया द्रव्यत्वं परम् परम् इति तावदेव समीचीनं भगिनि हा तावदेव हा इदानीं तत्र पुनः तत्र सत्ता इति स्वीकरोतु अपि घटत्वम् इति स्वीकरोतु तत्र केवलं वाक्यद्वयमेव तत्र घटत्वं सत्ता इति तत्र किं परं किम् अपरम् इति तावदेव वक्तव्यं घटत्वं केवलं घटे अस्ति न तत्सर्वं मास्तु केवलं तत्र घटत्वं सत्ता अस्तु अस्तु अवगन्तव्यं घटत्वापेक्षया सत्ता परं सत्तायाः अपेक्षया अपरम् अपरम् इति तादृशशैली भवेत् अस्तु समीचीनं धन्यवादः भगिनी अस्तु अग्रे तत्र धन्यवादः भगिनी अस्तु अन्य कोऽपि तत्र अनघा भगिनी तत्र इदानीं पुनः एतदेव एकवारं वदतु भगिनी तत्र पटत्वम् अपि तत्र द्रव्यत्वं तयोः मध्ये तुलना अनघा भगिनी अस्तु शुभदा भगिनी वक्तुम् इच्छति वा महोदय न भगिनि यदि अन्य कोऽपि न वदति अहं पृच्छामि भगिनि श्रूयते वा महोदय हा श्रूयते भगिनि महोदय अद्य अहं केवलं शृणोमि अस्तु तर्हि अस्तु नीता भगिनी भवती एव वदतु तर्हि आम् आम् घटत्व अपेक्षया द्रव्यत्वं परं द्रव्यत्व अपेक्षया घटत्वम् अपरम् हा इति तावदेव समीचीनं हा अस्तु उत्तमं भगिनि धन्यवादः अस्तु अग्रे तत्र गतवर्गे तत्र अनेके न पठितवन्तः तत्र अस्तु अहं पृच्छामि तत्र के पठितुम् इच्छन्ति यदि न कोऽपि वदन्ति तर्हि अहमेव तत्र नामानि वदामि किन्तु तत्र कः अथवा का पठितुम् इच्छति अग्रे पठामि अस्तु महोदय पठतु महोदय अस्तु अग्रे घटत्वादि जात्यपेक्षया न्यूनवृत्तिः जातिर्नास्ति इति घटत्वम् अपरजातिः इति उच्यते सर्वम् एतत् बुद्धौ निधाय मूले उक्तं परम् अपरं च इति द्विविधं सामान्यं परं सत्ता अपरं पटत्वादि पृथिवीत्वादि परापरम् इति तदर्थः ततः तावत्पर्यन्तं घटत्वादिजाति अपेक्षया न्यूनवृत्तिजातिः नास्ति इति घटत्वापेक्षया न्यूनवृत्ति कोऽपि नास्ति तत्र नीलघटम् इति तादृशं तत्र वर्णनं तत्र नीलघटत्वम् इति जातिः नास्ति केवलं घटत्वजातिः एव अस्ति अतः घटत्व न्यूनं तद् तदेव न्यूनं तत्र तस्य न्यूनं कर्तुं न शक्नुमः अतः तत्र घटत्वं सर्वदा किं भवति घटत्वम् अपरजातिः भवति हा अपर नाम न्यून अधिकरणानि न्यूनाधिकरणानि घटत्वं किमपi वस्तु लेखनित्वं तत्र लेखनित्वम् अपरजाति तत्र लेखनित्वम् अपरमस्ति द्रव्यत्वम् अपेक्षया द्रव्यत्वं पृथ्वीत्वम् अपेक्षया न्यूनं सर्वदा न्यूनं सर्वदा न्यूनद अतः तत्र अपरं जातिः इति उच्यते सर्वम् एतत् बुद्धौ निधाय एतत् सर्वं बुद्धौ निधाय मूले मूलग्रन्थे उक्तं मूलपाठे यद् उक्तं परम् अपरं च इति द्विविधं सामान्यं मूलपाठे सामान्यं द्विविधं भवति एकं परम् अन्यम् अपरम् अपेक्षया केवलं तत्र अपेक्षया इति नास्ति तत्र परम् अपरम् इति एव तत्र सामान्यम् उक्तम् इति उक्तं. तत्र इदानीं तत्र बोल्ड् मध्ये अस्ति, तद् दत्तमस्ति अत्र. किन्तु यदि तत्र पुटसङ्ख्या तत्र नवमे पुटे यदि पश्यामः तत्र बोल्ड् ऐटालिक्स् मध्ये अस्ति, बोल्ड् ऐटालिक्स् मध्ये अस्ति परम् अपरं चेति द्विविधं सामान्यम् इति. हा, तद् बोल्ड् ऐटालिक्स् मध्ये अस्ति, तद् साक्षात् मूलग्रन्थात् अस्ति, तर्कसङ्ग्रह पुस्तकात् अस्ति, ग्रन्थात् अस्ति. तत्र केवलं परम् इति उक्तम्, अपरम् इति एव द्विविधमेव उक्तं. सारल्यार्थं नाम घटत्वं पटत्वम् एतत् सर्वम् अपरं जातिः, सत्ता इति परं जातिः. किन्तु यदि मध्ये तत्र पृथ्वीत्वम् इति स्वीकुर्मः, तत् परम् अपरम् इति न वक्तुं शक्नुमः. किन्तु अन्य किमपि अस्ति चेत् तस्य अपेक्षया वयं परम् इति भवति. तत्र पृथ्वीत्वं परं भवति, घटत्वापेक्षया सत्ता अपेक्षया अपरं भवति. अतः तत्र परम् अपरम् इति पृथ्वीत्वम् इति वक्तुं शक्नुमः. अतः तत्र पृथ्वीत्यादि परापरं नाम तत्र परापरं, यतोहि तत्र कस्य अपेक्षया मूलतः केवलं द्विविधमेव सामान्यं सामान्यं दत्तं. अन्यः सर्वे अपरमेव. किन्तु अपरेषु तत्र सामान्येषु वयं तुलनां कर्तुं शक्नुमः. द्वयमस्ति चेत् तयोः मध्ये तत्र किम् अपरं किं परम् इति तुलनां कर्तुं शक्नुमः, केवलं व्यवहारार्थं. किन्तु समीचीनं आचार्यजी, बहुत् यु हव् क्लियर्ड् इट् वेरि वेल्. किन्तु सामान्यं द्विविधमेव, एकमस्ति परं तस्य सत्ता, अन्यत् अन्ये सर्वे अपरः एव. दिस् इस् वेरि क्लियर्. परं सत्ता अपरं पटत्वादि, परं सत्ता अपरं पटत्वादि, पटत्व पृथ्वीत्व द्रव्यत्व आदि सर्वे अपरमेव भवति, केवलं सत्ता सत्ता इति. अस्तु, समीचीनं. अस्तु, धन्यवादः. अस्तु, अग्रे कः अथवा का पठितुम् इच्छति? यदि पठन्ति चेत् वर्गे लाभाय एव, तदा एव अस्माकं मनसि चिन्तनं भवति. अतः तत्र लज्जा मास्तु, तत्र सर्वे. भवान् पठितुम् इच्छति वा अथवा वेदा भगिनी पठ. अस्तु, वेदभगिनी पठतु. हा, वेदभगिनी पठतु तर्हि अग्रे. द्रव्यवृत्तयो विशेषास्त्वनन्ता एव तु अनन्ता एव विशेष. नित्यद्रव्यवृत्तयोः विशेषाः विशेष विशेषत्वानन्ता एव. अस्तु, इति विशेषः निरूपितः. हा, नित्यद्रव्यवृत्तयो विशेषाः तु अनन्ता एव इति विशेषः. पुनः भगिनि, एतद् वाक्यं बोल्ड् ऐटालिक्स् मध्ये अस्ति, अतः तत्र नित्यद्रव्यवृत्तयो विशेषाः तु अनन्ता एव. हा, इति अनन्ताः एव. एतद् वाक्यं बोल्ड् ऐटालिक्स् मध्ये कृत्वा एतत् साक्षात् तर्कसङ्ग्रह मूलग्रन्थात् अस्ति, एतद् वाक्यं स्वीकृतम् अस्ति एतद् वाक्यम्. तस्य निरूपणम् अग्रे करिष्यतः. पुनःकर्मणोः निरूपणावसरे पौर्वापर्यविचारे कर्म केचन आचार्याः नाङ्गीकुर्वन्ति इत्युक्तम्. विशेषविषये इत्थं वक्तव्यम्, अयं वैशेषिकैरेव अङ्गीक्रियते, नैयायिकैः च अनुमन्यते. अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति. एवं विदोऽयं विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः. हा, इति तावत्पर्यन्तं वदतु. इति विशेषः निरूपितः नाम तत्र वाक्यमदस्ति, तथा विशेषस्य निरूपणम् उक्तमस्ति मूलग्रन्थे. इदानीं तत्र तस्य अर्थः कः इति वदामः पश्यामः. इदानीम् अग्रे तत्र गुणकर्मणोः इति ततः आरभ्य वदतु भगिनि. गुणकर्मणोः निरूपणावसरे पौर्वापर्यविचारे इत्युक्ते पूर्व आचार्यस्य विचारे वा तत्र पूर्वं यत् उक्तम् इति तावदेव पूर्व विचारे कर्म केचन आचार्याः न अङ्गीकुर्वन्ति इत्युक्तं कर्म कर्मणः विषये केचन आचार्याः न अङ्गीकुर्वन्ति हा इति उक्तं पूर्वम्. अतः एव तत्र किं कृतं वयं गुणस्य विवरणं प्रथमतया कृतवन्तः तदनन्तरमेव कर्म किम् इति उक्तवन्तः खलु. तत्र प्रथमतया द्रव्यं तदनन्तरं गुणः तदनन्तरमेव कर्म यतोहि गुणाः सन्ति इति सर्वे अङ्गीकुर्वन्ति किन्तु सर्वे तत्र कर्म न अङ्गीकुर्वन्ति इति उक्तं तस्मिन् समये. इदानीं विषये इत्थं व्यक्तं वक्तव्यं हा विशेष इति नूतनपदार्थः तत्र पदार्थाः कति सन्ति सप्तपदार्थाः सन्ति द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः भावः. एतावत् वयं द्रव्यं किम् इति उक्तवन्तः गुणः कः कर्म किम् इति उक्तवन्तः सामान्यं किम् इति दृष्टवन्तः इदानीं विशेषः कः इति पक्ष्यमाणः अस्ति तस्मिन् विषये किमपि वक्तव्यम् अस्ति हा किमस्ति अयं वैशेषिकैः एव अङ्गीक्रियते हा तत्र षड् दर्शनानि सन्ति खलु तेषु तत्र तेषु दर्शनेषु वैशेषिक एवं वैशेषिक नैयायिक इति वदामः तत्र वैशेषिक इति नाम किम् अस्ति तस्य दर्शनस्य इत्युक्ते तत्र अङ्गीक्रियते विशेषं विशेषः इति पदार्थः अस्ति इति ते स्वीकुर्वन्ति अङ्गीकुर्वन्ति किन्तु अत एव तेषां तत्र तस्य दर्शनस्य नाम अस्ति वैशेषिकम् इति तत्र किमपि कोऽपि पदार्थः अस्ति विशेषः इति तस्य आवश्यकता अस्ति इति ते अङ्गीकुर्वन्ति नैयायिकैः च अनुमन्यते नैयायिकाः अपि नैयायिकाः न्यायशास्त्रज्ञः ते अपि तत्र तादृशः पदार्थः तत्र विशेषः इति पदार्थः अस्ति इति ते अपि अङ्गीकुर्वन्ति. अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति तस्य नाम कस्य तस्य खण्डनमेव अस्ति तस्य इत्युक्ते विशेषविषये हा विशेषस्य खण्डनमेव नाम विशेषः पदार्थः नास्ति इति तत्र तद् किमर्थम् इति ते सर्वे वदन्ति तस्य खण्डनमेव खण्डनं नाम तद् अस्ति इति तदस्ति इति ते न अङ्गीकुर्वन्ति एवं विदोऽयं विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थ अनन्तरं निरूपितः अतः एव वयं किं कृतवन्तः एवं विदः अयं विशेषपदार्थः इति यदस्ति सः पदार्थः कदा तस्य निरूपणं कुर्मः वयं सर्वजनसिद्ध नाम यत् सर्वे जनाः अङ्गीकुर्वन्ति तादृशपदार्थ अनन्तरं नाम द्रव्यं गुण कर्म इति तत् सर्वं सामान्यम् इति तत् तस्य अनन्तरमेव वयम् अस्य विशेषपदार्थस्य निरूपणं कुर्मः इति अस्ति. अतः तत्र किमर्थम् एषः क्रमः स्वीकृतः इति उक्तमस्ति तावदेव विशेषः इति इदानीं किमर्थं तस्य विवरणं कुर्मः यत् किमर्थं पूर्वं न कृतं यतोहि तत्र केवलं वैशेषिकाः एव तस्य अङ्गीकारः तत्र अङ्गीकुर्वन्ति इति तावत् समीचीनं भगिनि धन्यवादः धन्यवादः अस्तु अस्तु अग्रे तत्र अन्य को कः पठितुमिच्छति अथवा तत्र गतवर्गे तत्र के पठितवन्तः तत्र तत्र हा शैलजा भगिनी अथवा पठितुम् इच्छति वा? प्रयत्नं करोमि महोदय. I'm shy and I'm behind, so, but I will try. अस्तु भगिनि. उदाहरणेन विशेषपदार्थवर्णनं साधनाय सम्प्रदायिकाः एव आहुः. एकः पाषाणः द्विधा खण्डितः. तयोः शकलयोः क एवं ख इति संज्ञा कृता. क एवं ख इति संज्ञा कृता. ततः कषकलस्य द्वे शकले साधिते. तयोः क्रमेण घ इति संज्ञे कृते. तयोरपि गशकलं गृहीत्वा तस्य द्वे शकले तयोरपि शकलमेकमादाय द्वे शकले इति एवं विधशकल परम्परा कुत्रचित् स्थगनीया. क्यो अर्थः? एकं तादृशं शकल स्वीकर्तव्यं यस्य पुनः शकलं न भवति. तच्चरमं शकलमेव परमाणुः इत्युच्यते. हा समीचीनं भगिनि. अस्तु, इदानीं तत्र उदाहरणेन विशेषपदार्थवर्णनं. विशेषः कः इति इदानीं तत्र ग्रन्थकारः वदति, तस्य विवरणं करोति. तत्र एतत् साधनाय, नाम विशेषः कः इति साधनाय, साम्प्रदायिकाः एवम् आहुः. नाम साम्प्रदायिकाः नाम ये सम्प्रदायम् अनुसरन्ति, ते एवं वदन्ति, खलु? अस्तु, इदानीं तत्र ते किं वदन्ति? एकः पाषाणः द्विधा खण्डितः. पाषाणः नाम शिलाखण्डः. शिलाखण्डं स्वीकरोतु, तस्य द्विधा, तस्य खण्डद्वयं करोतु. तत्र शकलयोः नाम खण्डः. एकस्य खण्डस्य नाम ख इति भवति, अन्यस्य ख इति संज्ञा भवति. तावदेव. तत्र नामकरणं, प्रथमस्य नाम अस्ति ख, द्वितीयस्य नाम अस्ति ख, यतोहि तत्र भिन्नः अस्ति इति स्थापितं, खलु? तदनन्तरं किं कुर्मः वयं? ततः कषकलस्य द्वे कषकल, तत्र ख इति यस्य संज्ञा अस्ति तस्य शकलस्य, अतः तत्र कषकलस्य द्वे शकले साधिते. हा, तत्र खण्डद्वयं वयं कृतवन्तः. पुनः एकं खण्डं स्वीकृत्य तस्य अपि खण्डद्वयं कुर्मः. अग्रिमे पुटे तत्र चित्रम् अस्ति, पश्यतु. ख पाषाणः इति अस्ति, तस्य खण्डद्वयम् अस्ति, घखण्डः इति, खलु? इदानीं घ पाषाणः स्वीकृतः, तस्य अपि छ इति कृतम्. इदानीं छ पाषाणः स्वीकृतः, तस्य अपि खण्डद्वयं कुर्मः, तत्र किं भवति? इति भवति. इदानीं तत्र एवंविध शकलपरम्परा अस्ति तत्र, किन्तु तत्र किं भवति? तत् कर्तुं शक्नुमः वा? तत्र कुत्रापि तत्र स्थगितं न भवति वा? एतत् कुर्वन्तः भवितुम् अर्हामः वा वयम्? अथवा कस्मिन् समये तत्र तद् अग्रे एतद् न कर्तुं शक्नुमः इति भवति वा? किम्? हा, किन्तु तत्र चिन्तनं किम् अस्ति? यदि एतत् कुर्मः कदाचित् तत्र स्थगनीया एव भवति एषा परम्परा. अतः तत्र कुत्रचित् स्थगनीया इति अस्ति. को अर्थः? अग्रिमवाक्यं पठतु. एकम् एकम् अन्तिमवाक्यं तत्र एकं तादृशं शकलं स्वीकृत्य स्वीकर्तव्यं यस्य पुनः शकलं न भवति. हा तत्र यदा एतत् कुर्वन् स्मः तत्र कदापि किं भवति, तत्र एकस्मिन् समये तत्र वयं किं कुर्मः, तत्र शकलम् अस्ति किन्तु तस्य पुनः खण्डं न कर्तुं शक्नुमः, तादृशस्थितिः भवति तत्र. तच् इदानीं तत्र तच्छरमं न चरमं नाम अन्तिमं, चरमं नाम अन्तिमं शकलम् एव परमाणुः इति उच्यते. यस्य पुनः भागं न कर्तुं शक्नुमः तस्य नाम अस्ति परमाणुः इति. अतः तत्र परमाणुः कः इति एतावत् उक्तमस्ति. तत्र शकलं स्वीकृत्य तस्य खण्डद्वयं करोतु, खण्डे एकं स्वीकृत्य तस्य पुनः खण्डद्वयं करोतु, एतादृशं यदि तत्र वयं कुर्वन् स्मः तत्र किं भवति, चरमं शकलं यस्य अनन्तरं वयं तत्र खण्डं न कर्तुं शक्नुमः, तद् तादृशशकलं किं भवति, तत्र तस्य नाम अस्ति परमाणुः, तस्य पुनः भागं न कर्तुं शक्नुमः. परमाणुः इति यदस्ति तस्य भागः न कर्तुं शक्नुमः इति अस्ति. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे अन्य कोऽपि पठितुम् इच्छति वा? तत्र गतवर्गे ये न पठितवन्तः तत्र, अथवा यदि अन्य कोऽपि पठितुम् इच्छति तदपि समीचीनमेव. अस्तु, तत्र प्रतिमा भगिनी पठितुम् इच्छति वा अथवा सुधा भगिनी पठितुम् इच्छति वा? अहं पठामि महोदय. हा सुधा भगिनी, अस्तु समीचीनं. अग्रिमपुटे वा? अग्रिमपुटे. हा, तत्र क संज्ञकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इति वयं ज्ञातुं प्रभवामः. कुतः? तस्य यौ अवयवौ ग घ ताभ्यां क एव उत्पन्नः. अन्यस्य पाषाणखण्डस्य अन्ये अवयवाः न तु घघौ. तत्र क पाषाणखण्डस्य खण्डनं कुर्मः, तद् भिन्नः अस्ति, अन्येभ्यः अपि भिन्नः अस्ति इति वयं वक्तुम् इच्छामः. असंज्ञकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः ये सन्ति तेभ्यः भिन्नः इति. तत्र क इति अस्ति तत्र, हा इति. अतः तत्र तत् कथं वयं कर्तुं शक्नुमः? कुतः इति? तस्य यौ अवयवौ क घ ताभ्यां क एव उत्पन्नः. द्वे अपि क ग इति उत्पत्तिः भवति कातः. समीचीनम्. अतः तत्र ख घ किं, तत्र ख पाषाणस्य घ अपि घ अवयवौ भवन्ति भवतः खलु? आम् आम्. ख अवयवः नाम, अवयवः नाम किं? तत्र शरीरे तत्र हस्तद्वयमस्ति, पादद्वयमस्ति खलु, तत्र अवयवाः इति वदामः खलु? आम्, शरीरस्य भागाः अवयवाः इति वदामः. तत्र कपाषाणस्य अवयवाः, तत्र घ इति एकः अवयवः, अपि घ इति अपि अन्यः, अतः घ घ इति अवयवौ स्तः खलु? आम्. किन्तु इदानीं तत्र अन्यत् ख इति, एकं खण्डमासीत् ख इति, तत्र अल्पप्राणः, अन्यत् अस्ति ख इति महाप्राण संज्ञा यस्य अन्यशिलाखण्डः अस्ति, स किमर्थं सः तत् शिलाखण्डं किमर्थं भिन्नम् अस्ति? यतोहि तस्य अवयवौ भिन्नौ, खलु भिन्नौ भिन्नौ स्तः अतः ख शिलाखण्डं शिलाखण्डः भिन्नः ख शिलाखण्डः भिन्नः अस्ति यतोहि अवयवौ भिन्नौ अत्र तत्र सिद्धान्तः अस्ति अवयवभेदात् अवयवी भेदः भवति अवयवी नाम यस्मिन् अवयवः सन्ति तत्र सः अवयवी तत्र गुणीवत् यस्मिन् गुणः अस्ति सः गुणी यस्मिन् अवयवाः सन्ति सः अवयवी हा तत्र अवयवाः सन्ति तयोः तत्र अथवा तेषां भेदात् वयम् अवयवी अथवा अवयविनौ यदि सन् स्तः तयोः मध्ये भेदः साधितुं शक्नुमः अत्र तत्र अवयवी तत्र घ घ इति अवयवौ तत्र अवयवी कः अत्र क पाषाणः समीचीनं क पाषाणः अवयवी हा घ घ घ इति अवयवौ ख पाषाणः अवयवी अन्यत् अस्ति तत्र महाप्राण ख इति तस्य अवयवौ अपि अस्ति किन्तु तौ अवयवौ भिन्नौ स्तः इति कृत्वा ख पाषाणः भिन्नः ख पाषाणः भिन्नः इति स्थापितुं शक्नुमः समीचीनं खलु भगिनि तावत् अस्तु उत्तमं भगिनि धन्यवादः हा अस्तु धन्यवादः भगिनि अस्तु अग्रे तत्र सूर्यकुमारी भगिनी पठितुम् इच्छति वा अग्रे आं महोदय एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः कथं प्रत्येकम् अवयवभेदेन तथा च यस्य अवयवाः वर्तन्ते तस्य भेदज्ञानम् अवयवभेदेन भवति परन्तु चरमशकलस्य परमाणुः शकलस्य परमाणोः यस्य अवयवः न वर्तते तस्य तादृशमेव यत् अन्यत् शकलं परमाणुः तस्य च परस्परं भेदज्ञानं कथं भवेत् तावत्पर्यन्तं भगिनि हा इदानीं तत्र समस्या भवति इति प्रदर्शयति ग्रन्थकारः तत्र समस्या का इति विवृणोति तत्र एतावत् इदानीं पुनः पठतु भगिनि एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः नाम ख पाषाणः भिन्नः अपि ख पाषाणः भिन्नः इति वयं ज्ञातुं शक्नुमः कथं प्रत्येकम् अवयवभेदेन नाम यः अवयवः तत्र यः अवयवः तत्र अस्ति तत्र क पाषाणस्य घ घ इति अवयवः स्तः अवयवौ स्तः किन्तु अन्यत् ख इति महाप्राणः तस् ख पाषाणखण्डस्य अवयवौ भिन्नौ भिन्नौ अतः तत्र अवयवभेदेन तत्र किं कुर्मः अतः तथा च परन्तु न तथा च पूर्ववाक्यं तथा च यस्य अवयवाः वर्तन्ते तस्य भेदज्ञानम् अवयवभेदेन भवति हा तत्र पदार्थद्वयम् अस्ति इति चिन्तयामः यदि पदार्थद्वयम् अस्ति यदि पदार्थयोः अवयवाः सन्ति तदा वयं हा तयो हा अवयवभेदेन वयं पदार्थयोः भेदं साधितुं शक्नुमः तत्र एषा गौः अस्ति एषा अन्या गौः अस्ति इति वक्तुम् इच्छामः तत्र तस्मिन् समये किं कुर्मः तत्र पश्यतु अत्र पादचतुष्टयमस्ति किन्तु पादचतुष्टयम् अत्र भिन्नमस्ति एतद् भिन्नमस्ति अतः एषा गौः भिन्ना एषा अन्या गौः इति वक्तुं शक्नुमः खलु अवयवभेदेन अवयवभेदेन पदार्थानां भेदः साधितुं शक्नुमः. किन्तु एतत् कदा साधितुं शक्नुमः? केवलं यदा पदार्थे अवयवाः सन्ति, खलु? यदि अवयवाः न सन्ति, अवयवः न सन्ति चेत् एतत् एषः उपायः, तस्य प्रयोगः, उपायस्य प्रयोगः न भवति. हा, इदानीम् अस्तु, तत्र अवयवभेदेन पदार्थस्य भेदं साधितुं शक्नुमः, समीचीनं. किन्तु इदानीं समस्या भवति, सा का? इदानीं अग्रे वदति. हा, परन्तु सकलस्य परमाणोः, तत्र परमाणोः चरमशकलस्य विशेषणविशेषभावः, चरमशकलस्य चरमशकलः एव परमाणुः, चरमशकलस्य परमाणोः यस्य अवयवः न वर्तते तस्य तादृशमेव यत् अन्यत् सकलं परमाणुः, तस्य च परस्परं वेदज्ञानं कथं भवेत्? हा, इदानीं अवयवाः, इदानीं वदतु तत्र किम् अस्ति? तत्र परमाणुः अस्ति, अन्यत् परमाणुः अस्ति, अन्यः अपि परमाणु अस्ति इति तत्र वक्तुम् इच्छामः. एषः परमाणुः भिन्नः अस्ति, एषः भिन्नः अस्ति इति वक्तुम् इच्छामः. किन्तु तत्र एषः उपायः, तत्र अवयवभेदेन पदार्थयोः भेदः साधितुं शक्नुमः इति एषः उपायः तत्र कार्यं करोति वा? न करोति. अतः तत्र वयं जानीमः, तत्र एकं शिलाखण्डं स्वीकृत्य एतादृशं भागं भागं कुर्मश्चेत् तत्र किम् अनन्ताः परमाणवः भवन्ति, खलु? अतः तत्र किन्तु ते सर्वे भिन्नाः इति वक्तुं शक्नुमः, तत् तत् सत्यमिति चिन्तयामः. किन्तु तयोः मध्ये भेदः, तत्र एषः परमाणुः भिन्नः, एषः अन्यपरमाणुः इति कथं वयं वदामः इति प्रश्नः. सा एव समस्या अत्र. अतः तादृशज्ञानसम्पादनाय कणादिमहर्षिणा विशेष इति पदार्थः स्वीकृतः. हा, कणादमहर्षि सः किं कृतवान्? तत्र एषः परमाणु, एक प्रथमपरमाणुः अस्ति, द्वितीयपरमाणुः अस्ति इति तत्र एषः भिन्नः इति वक्तुम् इच्छामः. किन्तु तादृशं ज्ञानं, तस्य सम्पादनं, तद् अस्ति, तद् सत्यम् इति तत् कथं साधितुं शक्नुमः इति प्रश्नः. अतः कणादमहर्षिः किं कृतवान्? तत्र विशेषः इति पदार्थः अस्ति इति सः स्वीकृतवान्. तत्र परमाणुषु विशेषः इति एकः पदार्थः अस्ति इति स्वीकृतवान्. विशेषः इति नाम भिन्नमस्ति, सामान्यमिति यः पदार्थः अस्ति तत्तु समानानां धर्मः सामान्यम्. किन्तु इदानीं तत्र किम् अस्ति? विशेषः एषः पदार्थः ये अस्ति, सः एषः पदार्थः अन्येभ्यः पृथक् अस्ति इति प्रदर्शयति. एषः परमाणुः अन्ये परमाणवः ये सन्ति तत्र तेभ्यः एषः परमाणुः भिन्नः इति प्रदर्शयति. तादृशी शक्तिः अस्ति विशेषे इति. एते च विशेषाः यावन्तः परमाणवः, अस्य नाम परमाणुः, न नाम नास्ति तत्र, प्रत्येकपरमाणुषु विशेषः इति एकम् अस्ति पदार्थः अस्ति. ओके, पदार्थः एकः परमाणु स्वीकरोतु, परमाणुं स्वीकरोतु, तत्र विशेषः इति पदार्थः अस्ति. अन्यं परमाणुं स्वीकरोतु, तत्रापि विशेषः इति एकः पदार्थः अस्ति. विशेष इति दृष्ट्वा ओ एषः भिन्नः, एषः भिन्नः इति भवति. अतः तत्र एते च विशेषाः कति सन्ति विशेषाः कति सन्ति इत्युक्ते तत्र प्रश्नः अस्ति चेत् तत्र उत्तरं किं यावन्तः परमाणवः सन्ति तावत् संज्ञा सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते नाम तत्र अनन्ताः परमाणवः सन्ति इति यदि स्वीकुर्मः तत्र अनन्ताः विशेषाः अपि सन्ति इति स्वीकरणीयम् अस्माभिः इति अस्ति हा यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपेण वक्ष्यते निरूपणे वक्ष्यते तदा अत्रापि प्रत्येकं परमाणोः विभिन्नः विशेषः तदा च विभिन्नः विशेषः नाम प्रत्येकपरमाणोः षष्टि प्रत्येकं परमाणोः विभिन्नः विशेषः एषः परमाणुः अस्ति अस्मिन् यः विशेषः अस्ति सः भिन्नः अस्ति अन्येषां तत्र अन्यपरमाणुः यः अस्ति तस्मिन् यः विशेषः अस्ति तयोः तत्र भिन्नभिन्नविशेषाः सन्ति भिन्नभिन्नपरमाणुषु इति तदर्थं भिन्नभिन्नपदार्थः सन्ति महोदय पदार्थस्य नाम तु विशेषः किन्तु यथा तत्र घटत्वम् इति अस्ति घटत्वं सर्वेषु घटेषु अस्ति किन्तु अत्र किम् अस्ति परमाणु अस्ति परमाणु विशेषः इति एकः अस्ति एषः विशेषः किं करोति पृथक् इति प्रदर्शयति अन्येभ्यः परमाणेभ्यः पृथक् इति प्रदर्शयति तत् एषः विशेषः जातिः नास्ति जाति समानानां धर्मः यत्र तत्र सामान्यम् अस्ति इति प्रदर्शितुं जातिः अत्र पृथक् अस्ति इति प्रदर्शयितुं विशेषं तस्य विपरीतम् अस्ति खलु विरुद्धः अस्ति तत्र विशेषं नाम स्पेशल् इति समानं सामान्यम् इत्युक्ते तत्र कामन् इति अतः तत्र विशेषः इति पृथक् करोति सामान्यमिति समानधर्मः यः अस्ति तस्य तद् निदर्शयति तं निदर्शयति अतः विशेषः इति विरुद्धः अस्ति अतः एव तत्र विशेषे सामान्यं न भवितुम् अर्हति यतोहि विशेषः इति तत्र एकः तत्र प्रत्येकः भिन्नः अस्ति एषः विशेषः अन्यः विशेषः तयोः मध्ये किमपि समानं नास्ति यतोहि एषः विशेषः अस्मिन् परमाणौ एव अस्ति एषः अन्यविशेषः अन्यस्मिन् परमाणौ एव अस्ति अतः तयोः मध्ये किमपि समानं नास्ति तदुदाहरणं मनोनिरूपणे न तत्र यथा वयं तत्र अग्रे द्रक्ष्यामः प्रत्येकम् आत्मनः एकैकं मनः अस्ति तत्र मयि एकः मनः अस्ति भवती तत्र भवत्यामपि तत्र मनः एकः अस्ति इति कृत्वा एकं मनः अस्ति इति कृत्वा तत्र एतत् सर्वं वयं मनः इति मनोनिरूपणे तस्मिन् समये वयं वक्ष्यामः तथैव तत्र कति तत्र आत्मा कति आत्मनः सन्ति इति प्रश्ने तत्र कति मनांसि सन्ति इति भवति तादृशम् एकः आत्मा अस्ति एकः आत्मा अस्ति तस्य एकं मनः अस्ति तथैव एकः परमाणुः अस्ति तस्य एकः विशेषः अस्ति इति वार्ता अत्र अस्तु अग्रे अन्य कोऽपि पठतु तत्र नरसिंहमहोदय पठतु महोदय तदनन्तरं नीता भगिनी भवती अग्रे पठतु भगिनि च परमाणु भिन्नः कुतः तविशेषस्य स एव आश्रयः न तु च परमाणु तविशेषस्य स एव आश्रयः न तु च परमाणु एवं तत्र विपरीतमिति तत्र च अपि च केवलं नामकरणम् अत्र च इति परमाणु केवलं तत्र नामकरणम् एकः परमाणुः अस्ति तस्य नाम च अन्यः परमाणुः अस्ति तस्य नाम च इति तावदेव च परमाणुमध्ये त विशेषमस्ति च परमाणुमध्ये थ विशेषः अस्ति हा तस्य यः विशेषः अस्ति तस्य नाम अस्ति थ इति तावदेव केवलं व्यवहारार्थम् अतः तत्र एवं विपरीतमिति ज्ञातव्यम् अत्र थ विशेष च परमाणुमध्ये अस्ति थ विशेष च परमाणुमध्ये अस्ति इदमपि ज्ञातव्यं हा अत्र तत्र एषः विशेषः त विशेषः च परमाणौ अस्ति किन्तु च परमाणौ नास्ति इति कृत्वा च परमाणुः भिन्नः अस्ति च परमाणात् खलु खलु अत्र तयोः मध्ये भेदः अस्ति इति हा भेदः अस्ति विशेषस्वीकारेण परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः तथा च विशेष इति अस्ति इति स्वीकारेण परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः परमाणु मध्ये एतत् भिन्नता अस्ति तदाधिकृत्य विशेष इति अस्ति इति वयं ज्ञातुं शक्नुमः इति हा तथा च विशेषस्वीकारेण परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः इदानीं तत्र वयं जानीमः तत्र तयोः मध्ये विशेषः इति अस्ति इति गुणः स्वीकृतः अस्माभिः इदानीं तस्य आधारेण तत्र परस्परभेदम् अस्ति इति तत् इदानीं तत्र तद् सिद्धं कुर्मः इति अस्ति अस्तु समीचीनं महोदय अस्तु अग्रे अपि तत्र प्रथमवाक्यं पठति तत्र सदृष्टान्तं समवायनिरूपणं यथा परमाणोः अवयवो नास्ति तथैव आकाशादिद्रव्याणामपि अवयवाः न सन्ति अतः परमाणु परस्परभेदज्ञानाय आकाशादपि विशेषापेक्षा वर्तते परमाणु नित्यः आकाशादयश्च नित्याः आकाशादयश्च नित्या इति सर्वेषु नित्येषु द्रव्येषु विशेषसिद्ध्यति इति एतत् सर्वम् अभिसन्धाय उक्तम् एतत् अभिसन्धाय उक्तम् अभिसन्धाय एतत् सर्वम् अभिसन्धाय उक्तम् सर्वम् अभिसन्धाय उक्तं नित्यद्रव्यवृत्तयो विशेषाः अनन्ताः परमाणवः नित्यद्रव्याणि च तावन्तः विशेषः इति तेषाम् अनन्त्यमपि सिद्ध्यति अनन्त्यमपि सिद्ध्यति तत्र नित्यम् अनित्यमिति किम् उक्तं नित्यम् इत्युक्ते तस्य हा तत्र नित्यद्रव्यम् इति हा समीचीनम् अस्ति तत्र किञ्चित् पश्यामः तत्र यत् प्रथमे पुटे आसीत् खलु तत्र नवद्रव्याणि प्रदर्शितानि तत्र पृथ्वी जलं तेजः वायुः तदनन्तरम् आकाशः कालः दिक् आत्मा मनः इति अस्ति तत्र पृथ्वी जलं तेजः वायुः ते सर्वे अनित्यद्रव्याणि तत्र किन्तु आकाशः कालः दिक् आत्मा मनः ते नित्यद्रव्याणि अपि यद्यपि तत्र पृथ्वी इति अनित्यद्रव्यमिति स्वीकुर्मः किन्तु पृथिव्याः तत्र पृथ्वीखण्डं तत्र शिलाखण्डं स्वीकृत्य वयं यदि तत्र खण्डखण्डं तत्र खण्डपरम्परा स्थापयित्वा तत्र चरमशिलाखण्डस्य तत्र परमाणुः इति यत् वयं स्वीकृतवन्तः परमाणुः तु नित्यपदार्थः अस्ति अतः तत्र नित्यपदार्थाः के इति प्रश्ने सति तत्र परमाणवः नित्यपदार्थः आकाशः तत्र अपि कालः दिक् आत्मा मनः इति नित्यपदार्थाः इति तत्र नैयायिकाः वदन्ति नित्य इत्युक्ते वि केनाट् फर्दर् ब्रेक् देम् नित्यम् इत्युक्ते यस्य जन्म नास्ति यस्य अन्त तत्र उत्पत्तिः यस्य उत्पत्तिः नास्ति इति तत्र अथवा यस्य हा यस्य उत्पत्तिः तत्र न नास्ति अपि यस्य अन्तः न भवति इति कृत्वा तत्र जन्ममरणम् इति अपि अथवा तत्र उत्पत्तिः इति स्वीकुर्मः उत्पत्तिः नास्ति इति तत्र नित्यद्रव्यम् इति स्वीकुर्मः अतः तत्र आकाशः इति एकः एव अस्ति आकाशनित्य नित्यम् अस्ति कालः अपि नित्यम् इति अस्ति अतः इदानीं तत्र पङ्क्तिशः पश्यामः महोदय हा यथा परमाणोः यथा परमाणोः अवयवो नास्ति तथैव आकाशादिद्रव्याणामपि अवयवः न सन्ति आकाशः यः अस्ति आकाशस्य वयं चिन्तयामः आकाशः इति यद् वयं पश्यामः सः आकाशः नास्ति आकाशः नाम व्योम अन्तरिक्षः स्पेस् इति तस्य अवयवाः नास् न सन्ति तत्र उपाधिः इति अग्रे पश्य द्रक्ष्यामः उपाधिः अस्ति उपाधिभेदेन तत्र एषः अत्र अस्ति आकाशे अस्ति एतत् सर्वं वक्तुं शक्नुमः किन्तु आकाशस्य अवयवाः न सन्ति अपि तत्र कालस्य अपि अवयवाः न सन्ति इति तादृशमेव तत्र दिग् आत्मा मनः तेषामपि अतः यत्र अवयवाः न सन्ति तत्र किं पृथक् आकाशः किमर्थं पृथक् अस्ति कालस्य कृते इति तत्र आकाशः भिन्नः कालः भिन्नः इति कथं वदामः इत्युक्ते तत्र आकाशे अपि एकः विशेषः अस्ति सः विशेषः काले अपि विशेषः अन्यः विशेषः काले अस्ति यः विशेषः काले अस्ति सः विशेषः आकाशे नास्ति यः विशेषः आकाशे अस्ति सः विशेषः काले नास्ति स्वीकरणीयः भवति अस्माभिः अतः परस्परभेदज्ञानाय आकाशादपि विशेषापेक्षा वर्तते हा आकाशादावपि नाम आकाशादौ अपि विशेष अपेक्षा वर्तते नो चेत् परस्परभेदज्ञानं वयं न सम्पादयितुं शक्नुमः परमाणुः नित्यः आकाशादयश्च आकाशादयश्च नित्याः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यन्ति इति अतः तत्र मनः कालः कालः आत्मा आकाशः अपि परमाणुषु तत्र अवयवाः न सन्ति इति कृत्वा विशेषः इति पदार्थस्य आवश्यकता अस्ति अतः तत्र सर्वेषु नित्यद्रव्येषु विशेषः इति पदार्थः वर्तते अग्रे महोदय अनित्यद्रव्येषु न वर्तते वा विशेषः न वर्तते तदस्ति चेत् वयं द्वौ मोबैल् फोन् स्वीकुर्मः सेम् कम्पनी तयोः भेदः कथं सिद्ध्यते अवयवभेदेन अवयवौ सादृश एव किल सादृश अस्ति चेदपि तत्र यद् बटन् एकस्मिन् अस्ति तद् बटन् खलु स एव बटन् यत् अस्मिन् अस्ति तद् अन्यस्मिन् नास्ति खलु यथा तत्र मम पादः भिन्नः भिन्नः भिन्नः भिन्नः नाम अत्र अवयवभेदेन एव वयं वदामः वा अत्र अत्र अत्र सत्यम् अवयवभेद उपयोगेन वयं तत्र अवयविना तत्र पदार्थानां भेदः साधितुं शक्नुमः इति उपायः अस्माभिः दृष्टः तत्र तादृशं तत्र परमाणुः उपायः तत्र न साधनं करोति यतो परमाणुषु सामान्यमस्ति अवयवाः सामान्यं नास्ति तत्र परमाणुषु सामान्यं नास्ति न न सेल् फोन् मे सेल् फोन् सत्यं हा हा हा सत्यं अस्तु, तत्र नृसिंह महोदय तत्र अग्रे विशेषसिद्ध्यति इति एतत् सर्वम् अभिसन्धाय उक्तम् उक्तं नित्यद्रव्यवृत्तयो विशेषाः हा न नाम नित्यद्रव्य नित्यद्रव्याणि यानि सन्ति तेषु वृत्तयः नाम तेषु एव वर्तते किं विशेषाः वर्तन्ते तेषु विशेषाः वर्तन्ते नित्यद्रव्येषु विशेषाः वर्तन्ते अग्रे पृच्छामि वृत्तयोः इति द्वितीया अस्ति द्विवचनमस्ति नित्यद्रव्यवृत्तयोः नित्यद्रव्य हा प्रायशः भगिनी तत्र नित्यवृत्तिद्रव्यवृत्ति न न न न न नित्यद्रव्यवृत्तयोः प्रायशः तत्र किं स्वीकृतमस्ति इति भगिनी प्रायशः तत्र परमाणवः एकविधम् अपि तत्र ते तु अनन्ताः सन्ति तदनन्तरं नाम तत्र परमाणुः इति तत्र आवली आसीत् तत्र नास्ति खलु तत्र परमाणुः इति तत्र नवद्रव्याणि इति अस्ति इति यत्र दत्तमस्ति तत्र आकाशः कालः दिक् आत्मा मनः इति नित्यद्रव्याणि तेषां प्रदर्शनम् अस्ति किन्तु परमाणवः तत्र न सन्ति खलु इति तत्र अहं चिन्तयामि तत्र परमाणवः इति एकं विधम् अन्यत् अस्ति तत्र आकाशः कालः दिक् आत्मा मनः इति षष्ठी अस्ति किं भगिनि षष्ठीवृत्तिप्रयोगः एव स्यात् इति द्रव्या तत्र द्वयमपि एकमेव पदं कृत्वा समासं कृत्वा षष्ठीवृत्तिप्रयोगः इति भाति मम नित्यद्रव्यवृत्तयोः नित्यद्रव्या वृत्तिः इति एकमेव कथं स्वीकरोति तस्य षष्ठीवृत्तिः इति भवति पश्यामः भगिनि प्रश्नः अग्रिमवर्गे तत्र दृष्ट्वा वदामि अस्तु धन्यवादः अनन्ताः प्रमाणवः नित्यद्रव्याणाम् अपि च नित्यद्रव्याणि दिव्याणि च तावन्तः विशेषाः इति तेषाम् अनन्त्यपि अनन्त्याः अपि सिद्ध्यति अनन्त्यमपि तेषाम् अनन्त्यम् अनन्त्यमपि हा नाम विशेषाणाम् अपि अनन्त्यं नाम ते अपि अनन्ताः इति सिद्ध्यति अतः तत्र विशेषाः अपि अनन्ताः सन्ति यतोहि परमाणवः अपि नित्यद्रव्याणि अपि तत्र अनन्ताः सन्ति नित्यद्रव्याः तत्र किमर्थम् अनन्तः नाम तत्र मनः मनस् तत्र मनांसि अनन्ताः अनन्तानि इति कृत्वा तत्र विशेषः अपि अनन्ताः इति तावत् अस्ति अस्तु समीचीनं यतः सामान्यम् अनन्तः अस्ति तथा विशेषे अपि अनन्तः हा इति सामान्यं समानं यत् अस्ति तत् तस्य प्रदर्शनं करोति विशेषः किं करोति पृथक् अस्ति प्रदर्शयति समीचीनं धन्यवादः महोदय अस्तु तत्र अग्रे नीता भगिनी पठितुं अन्यप्रश्नं वदतु पृच्छतु पृथक्त्वं नाम सेपरेट् और् डिफ्रेण्ट् न पृथक् इति भिन्न भिन्नम् इति भिन्नम् एषः परमाणु भिन्नः अन्यः परमाणु भिन्न इति प्रदर्शयति समीचीनं वा अन्यप्रश्नः अस्ति अस्तु तत्र अग्रे तत्र अन्यदपि तत्र पश्यामः तत्र पृथक्त्वम् इति अन्यः तत्र गुणः अपि अस्ति सः गुणः भिन्नः अस्ति हा एतत् पृथक्त्वम् इति गुणः नास्ति अतः विशेषः एषा भिन्ना अस्ति इति प्रदर्शयति तावदेव. किन्तु विशेषः इति पदार्थः गुणः नास्ति. पृथक्त्वम् इति अग्रे पश्यामः, सः गुणः अस्ति, सः द्रव्ये एव वर्तते इति तदपि अस्ति. अस्तु, समीचीनम्. अस्तु, नीता भगिनी अग्रे. समवायसाधनप्रकारः द्रव्यादित्रिकं निरूप्य सामान्यविशेषौ निरूपितौ, ततः समवायं निरूपयति. किमस्ति एतावत् समवायस्त्वेक एव इति. अतः किम् उक्तम् अत्र? अत्र एकः समवायविषये दत्तमस्ति. इदानीं पर्यन्तं वयं गुणः, आधेयः, गुणः, कर्म, सामान्यं, विशेषः विषये वयं पठितवन्तः. तत् अतः समवायः इत्युक्ते किम् इति नूतनविचारः भवति. समीचीनः, नूतनः विचारः. तत्र द्रव्यादित्रिकं नाम द्रव्यं त्रिकम् इति, तत्र किमस्ति? द्रव्यं, गुणः, कर्म इति त्रिकं निरूप्य, तस्य निरूपणं कृत्वा, खलु, द्रव्यादित्रिकं सामान्यविशेषौ निरूपितौ. तत्र प्रथमतया वयं किं कृतवन्तः? द्रव्यं, गुणः, कर्म, तेषां निरूपणं कृतवन्तः. तदनन्तरं सामान्यविशेषौ तत्र तौ अपि तत्र निरूपितौ इदानीं, खलु, अस्माभिः. अतः इदानीम् अग्रे समवायं निरूपयामः वयं. समवायस्तु एकम् एव. समवायस्तु एकम् एकम् एव इति अस्ति. इदानीं तत्र समवायः नाम किम् इति प्रश्नः. अस्तु, इदानीम् अग्रे. इत्थं हि समवायसाधना माहुः. कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः, ततः पुरुषस्य नमस्कारेच्छा भवति. ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते. एवं च पूर्वं विहितौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. तावत्पर्यन्तम्. अत्र समवायविषये दत्तमस्ति. कस्यचित् यदि तत्र कस्यचित् पुरुषस्य हस्तौ, कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः. तत्र स्वस्थानस्थितौ स्तः नाम साधारणतया तत्र हस्तौ कुत्र स्तः? तत्र एकस्मिन् भागे एकः हस्तः, अन्यस्मिन् भागे अन्यः हस्तः, खलु? नार्मल् स्थितौ. अतः साधारणस्थिति तदेव स्वस्थानं. स्वस्थानौ स्वस्थानस्थितौ हस्तौ स्तः. इदानीं किं भवति? हस्तौ स्तः कुत्र स्तः? स्वस्थानस्थितौ स्तः नाम विशेषणमस्ति. स्वस्थानस्थितौ हस्तौ स्तः इति. अग्रे, ततः पुरुषस्य नमस्कारेच्छा भवति. इत्युक्ते सः पुरुषः नमस्कार कर्तुम् इच्छति. ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते. नाम संयोगः नाम एकः हस्तः अन्यः हस्तः, तत्र तयोः संयोगः एकस्मिन् स्थले भवति. तत्र परस्पर स्पर्शः भवति, खलु? स्पर्शः भवति. यदि नमस्कार करणीयम् इच्छति चेत् द्वयोः हस्तयोः परस्पर स्पर्शं आवश्यकः. स्पर्श आवश्यकः. एवं च पूर्वं विविक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. नमस्कार करणीयम् अस्ति चेत् पूर्वभिन्नस्थितौ हस्तौ पूर्ववार तु स्वस्थानस्थितौ हस्तौ स्तः तत् भिन्नस्थानस्थितौ हस्तौ तस्य तयोः भवतः इदानीं संयुक्तौ भवतः संयुक्तौ भवतः हा तत्र पूर्वं किमासीत् विविक्तौ हस्तौ स्तः भिन्नस्थानस्थितौ हस्तौ स्तः पूर्वं किन्तु इदानीं हस्तौ संयुक्तौ भवतः नाम पूर्वं पृथक् हस्तौ पृथक् स्तः इदानीं संयुक्तौ स्तः किन्तु इति अस्ति इति उदाहरणम् एतत् उदाहरणं तत्र संयुक्तः इति वदामः संयोगः इति तत्र गुणः भवति संयोगः इति इदानीं तत्र एतावत् समीचीनं भगिनि हा धन्यवादः धन्यवादः धन्यवादः अस्तु अत्र अन्य कोऽपि तत्र एतावत् ये न पठितवन्तः तत्र सुधा भगिनी पठितुम् इच्छति वा पठितवती वा इति न जानामि अस्तु अहं पठामि महोदय हा सुधा भगिनी अस्तु पठतु भगिनि हा तत्कृतं तत्कृतम् इदानीं तत्र परन्तु एकम् इति एतावती सङ्ख्या अस्ति तत् तत्र परन्तु घटोत्पत्ति क्षम्यतां क्षम्यताम् अना भगिनी धन्यवादः अहं तत्र न दृष्टवान् समयः अपि जातः इति क्षम्यतां क्षम्यतां हा अस्तु एतावत् समीचीनमेव अस्ति सुधा भगिनी क्षम्यतां तत्र अग्रिमवर्गे भवती एव पठतु इति आरम्भे हा धन्यवादः तत्र अना भगिनी धन्यवादः सूचनार्थं हा किञ्चित् कार्यमस्ति वयं सत्यमेव भगिनी तत्र अहं तत्र मग्नः आसं तत्र अस्तु तत्र वर्गं चलति इति समयः न समयं न दृष्टवान् धन्यवादः भगिनी हा अस्तु तर्हि तत्र तथा अग्रिमे वर्गे मिलामः एतावत् वयं बहु किमपि साधितवन्तः न तत्र विशेषः कः इति ज्ञातवन्तः अस्तु तर्हि धन्यवादः अग्रिमवर्गे मिलामः धन्यवादः पुनर्मिलामः